गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः विधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् अनुमित्युत्पादः इति पाठः आरब्धः अनुमानं द्विविधं स्वार्थं परार्थं च इति तत्र अर्थम् इति पदस्य अर्थः अस्ति प्रयोजनं किं प्रयोजनम् इति चेत् दुःखध्वंसः एव प्रयोजनम् इति अस्माभिः ज्ञातं तत्र चतुर्नवति अधिक एकशततमपुटे द्वित्रीणि चतुर्थः परिच्छेदः उत्पन्नं व्याप्तिरूपविशेषणता ततः आरभ्य पठनीयम् अस्तु मेल्मध्ये आरम्भं करोति वा आम् महोदय उत्पन्नं व्याप्तिरूपविशेषणतावच्छेदकप्रकारकज्ञानम् अग्रिमक्षणे पुटसङ्ख्या एकशतधिकं पञ्चाशीतितमं दर्शितरीत्या विशिष्टवैशिष्ट्यावगाहि ज्ञानम् उत्पद्यते तं परामर्शमाह तदनन्तरम् इति व्याप्तिज्ञानपरामर्शयोः कार्यकारणभावसूचनाय अस्तु अत्र व्याप्तिरूपविशेषणतावच्छेदकप्रकारकज्ञानं प्रथमम् उत्पद्यते अग्रिमे क्षणे विशिष्टवैशिष्ट्यावगाहि प्रतिपादयति वा व्याप्तिरूपविशेषणता अवच्छेदकप्रकारकज्ञानम् व्याप्तिरूपविशेषणता अवच्छेदकप्रकारकज्ञानं ज्ञानम् अस्ति तद् अवच्छिन्ना भवति व्याप्तिरूपविशेषणेन अवच्छिन्ना यः ज्ञानं भवति तदत्र पर्वतः धूमवान् अथवा द्वितीयविधः अपि वह्निव्याप्य धूमवान् पर्वतः इति यद् ज्ञानं भवति तत्र तद् ज्ञानं वह्निव्याप्य इति तत्र विशेषणम् अस्ति पर्वतस्य विशेषणमस्ति तेन एव अवच्छिन्न तद् ज्ञानं भवति इति अहं मन्ये व्याप्तिरूपविशेषणतावच्छेदकप्रकारज्ञानम् इत्यस्य अर्थः न अत्र अनुमाने चत्वारि ज्ञानानि भवन्ति इति वयं जानीमः खलु तानि कानि इति एकवारं स्मारयति वा चत्वारि ज्ञानानि कानि अनुमानप्रमाणे पक्षधर्मता इति तु अहम् अधुना एव स्मरामि परन्तु अन्यत् चत्वारि ज्ञानानि दृष्ट्वा वक्तुं शक्नोमि न मा पश्यतु अत्र केवलं भवानेव ऊहां करोतु भवता ऊहां कर्तुं शक्यते ओ अस्तु प्रथमं तु प्रत्यक्षज्ञानं भवति ज्ञानस्य आकारः अनुभवः ज्ञानस्य आकारः कः ज्ञानस्य आकारः प्रत्यक्षज्ञानस्य आकारः कः अत्र प्रत्यक्षज्ञानस्य आकारः किमपि खलु तर्हि अयं घटः इति न अत्र अनुमानस्थले भवान् तु इदानीं पर्वतः पुरतः अस्ति पर्वतस्य पुरतः अस्ति तर्हि प्रथमं तत्र किं ज्ञानम् उत्पद्यते पर्वते धूमः अस्ति इति पर्वतः धूमवान् पर्वतः धूमवान् सम्यक् इति ज्ञानं प्रथमज्ञानं तर्हि अत्र धूमं पर्वते धूमं दृष्ट्वा द्वितीयज्ञानं किम् उत्पद्यते यत्र यत्र धूमः तत्र तत्र वह्निः इति तादृशज्ञानस्य नाम किं सत्यं व्याप्तिः खलु व्याप्तिज्ञानं तर्हि प्रथमं पर्वतः धूमवान् इति ज्ञानम् अत्र पक्षधर्मता ज्ञानं तदेव प्रथमज्ञानं पक्षे धर्मः धूमः अस्ति पक्षधर्मता ज्ञानं धूमयोः पक्षे धूमसम्बन्धज्ञानमेव पक्षधर्मता ज्ञानम् द्वितीयं तु व्याप्तिज्ञानं पक्षधर्मताज्ञानं प्रत्यक्षेन जायते. व्याप्तिज्ञानं कथं जायते? यत्र यत्र तत्र अनुभवे अत्र संस्कारेण अनुभवः अस्ति अथवा संस्कारेण संस्कारेण किं जायते? संस्कारेण स्मृतिः जायते. उत्तमं, स्मृतिः अपि ज्ञानं खलु? आम् आं तदपि ज्ञानं. तर्हि स्मारकज्ञानमस्ति. ओ अस्तु, व्याप्तिज्ञानम् अदेव तदेव अत्र उक्तं. व्याप्तिरूपविशेषणता अवच्छेदकप्रकारकज्ञानम् इत्युक्ते व्याप्तिज्ञानम्. अस्तु, तृतीयज्ञानम् इदानीम् अत्र पक्षधर्मताज्ञानं जातं प्रथमज्ञानं, द्वितीयज्ञानं व्याप्तिज्ञानं स्मरणरूपेण आगतं. तदा अत्र अनयोः उभयोः आभ्याम् उभाभ्यां ज्ञानेन ज्ञानाभ्यां किं जायते? अत्र धूमः अपि च अग्नि वह्नयोः मध्ये सम्बन्धः अस्ति, तस्य ज्ञानमपि भवति. कयोः मध्ये सम्बन्धः? वह्निधूमयोः मध्ये सम्बन्धः अस्ति. न, वह्निधूमयोः मध्ये सम्बन्धः एव व्याप्तिज्ञाने उक्तं खलु. यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्नियभावः तत्र तत्र धूमाभावः इति वह्निधूमयोः मध्ये सम्बन्धः सम्बन्धज्ञानम् एव व्याप्तिज्ञानं. प्रथमज्ञानं यदस्ति पक्षधर्मताज्ञानं, तत् पक्षधूमयोः मध्ये इत्युक्ते पक्षहेत्वोः मध्ये यः सम्बन्धः अस्ति तस्य सम्बन्धस्य ग्रहणं करोति प्रथमज्ञानं. द्वितीयज्ञानं साध्यहेत्वोः मध्ये यः सम्बन्धः अस्ति तस्य ग्रहणं करोति. हा समीचीनं. हा तर्हि तृतीयज्ञानं किं? हा तृतीयज्ञानं यत् अत्र अनुमानं एव भवति यथा यथा इत्युक्ते अत्र धूमः अस्ति अतः अत्र वह्निः अपि भवेत्, तर्हि वह्ने व्याप्य अपि च धूमवान् पर्वतः भवति इति. हा तर्हि प्रथमं प्रत्यक्षज्ञानं जायते पक्षधर्मताज्ञानं. पक्षधर्मताज्ञाने कस्य ग्रहणम् इति चेत् पक्षः अपि च हेतुः अनयोः मध्ये यः सम्बन्धः अस्ति तस्य ग्रहणं करोति तज्ज्ञानं. द्वितीयज्ञानम् अस्ति व्याप्तिज्ञानं, तत् स्मरणेन जायते. तत्र साध्यहेतोः मध्ये यः सम्बन्धः अस्ति तस्य ग्रहणं भवति. तृतीयज्ञानमस्ति वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानं. तर्हि इदानीम् अत्र पक्षः हेतुः साध्यम् इति त्रयमपि अस्मिन् ज्ञाने जातं, तेषां सम्बन्धः तदेव विशिष्टवैशिष्ट्यकः अवगाहिज्ञानं. तत्र विशिष्ट इति पदेन व्याप्तिः, व्याप्त्या विशिष्ट वैशिष्ट्यम् इत्युक्ते तत्र सम्बन्धः. सम्बन्धः विशिष्टवैशिष्ट्य अवगाहिज्ञानम् इत्युक्ते परामर्शज्ञानं. तर्हि व्याप्तिरूपविशेषणता अवच्छेदकप्रकारकज्ञानम् इत्युक्ते व्याप्तिज्ञानं स्मारकरूपेण जायते. तदनन्तरं विशिष्टवैशिष्ट्य अवगाहिज्ञानम् उत्पद्यते इत्युक्ते परामर्शज्ञानं, तदेव अनुमानं. तदेव चतुर्थज्ञानं. हा चतुर्थ, तं परामर्शं, तदेव अत्र उक्तं तं परामर्शं. तम् इत्युक्ते किं? विशिष्टवैशिष्ट्य अवगाहिज्ञानं तं परामर्शम् आह तदनन्तरमिति. इत्युक्ते प्रथमं पक्षधर्मताज्ञानं जायते, तदनन्तरं व्याप्तिज्ञानं स्मारकस्मरणरूपेण उत्पद्यते, तदनन्तरम् आभ्याम् उभाभ्यां ज्ञानाभ्यां परामर्शः जायते. बुद्धं खलु? हा तर्हि अत्र चतुर्थज्ञानमस्ति अनुमितिः पर्वतः वह्निमान्. तदेव अत्र लिखितं कार्यकारणभावसूचना इति एव. व्याप्तिज्ञानम् इति कारणं भवति, परामर्शः इति कारणं भवति. तर्हि अस्माकं मेथमेटिकल् इक्वेशन् इव A is equal to B, B is equal to C, therefore A is equal to C. खलु, A is equal to B इति प्रथमं, B is equal to C इति द्वितीयं. तेन एवं लेखितुं शक्नुमः A is equal to B is equal to C. Hmm. But what we want to prove, A is equal to C. सत्यं प्रथमतः एवं हा एवं पक्षधर्मताज्ञाने पक्षहेतोः मध्ये सम्बन्धः गृहीतः अस्ति. द्वितीयज्ञानं साध्यहेतोः मध्ये सम्बन्धः व्याप्यव्यापकभावसम्बन्धः गृहीतः अस्ति. सत्यं. सो प्रथमे ए इस् ईक्वल् टु बि, द्वितीये बि इस् ईक्वल् टु सि, तृतीयं यद् परामर्शः अस्ति बहिर्व्याप्य धूमवान् अयं पर्वतः इति. तर्हि अत्र ए इस् ईक्वल् टु बि इस् ईक्वल् टु सि इत्युक्ते अत्र पक्षः हेतुः साध्यं त्रयोः मध्ये सम्बन्धः एकस्मिन् वाक्ये आगतम्. इदानीं चतुर्थमस्ति अयं पर्वतः वन्यमान् पर्वतः वन्यमान् इति. तर्हि इदानीं पक्षसाध्ययोः सम्बन्धः कारितः अनुमानेन. हा प्रथमं पक्षहेत्वोः मध्ये, द्वितीयं साध्यहेत्वोः मध्ये, तृतीयं पक्षसाध्यहेत्वोः त्रयोः मध्ये यः सम्बन्धः, त्रयाणां मध्ये यः सम्बन्धः तदुक्तं. तदनन्तरं पक्षसाध्ययोः मध्ये सम्बन्धः सम्बन्धस्य ज्ञानं जातः, तदेव अनुमितिः. तर्हि अनुमितिज्ञाने कस्य सम्बन्धस्य ग्रहणं, तयोः मध्ये सम्बन्धस्य ग्रहणम् इति चेत् पक्षसाध्ययोः मध्ये सम्बन्धग्रहणं. अतः एव अत्र उक्तं तं परामर्शमः तदनन्तरमिति. तदनन्तरमिति व्याप्तिज्ञानपरामर्शयोः कार्यकारणभावसूचनाय यदा व्याप्तिज्ञानं जायते तदा एव परामर्शः जायते इति कृत्वा व्याप्तिज्ञानं कारणं, परामर्शज्ञानं कार्यम्. अस्तु अग्रे पठतु महोदय. अस्तु. वह्निव्याप्य धूमवान् अयं पर्वतः इति ज्ञानम् उत्पद्यते इति. इह सङ्ग्रहादिग्रन्थेषु यद्यपि ज्ञानाकारनिरूपणे प्रकारात् आरभ्य विशेष्यपर्यन्तं ग्रन्थकाराः लिखन्ति, तथापि अनुवादाद्यवसरे अस्माभिः विशेषनिर्देशः आदौ कार्यः. तथैव सम्प्रदायात् ग्रन्थकर्तृभिस्तु निरूपणलाघवानुरोधेन तथा लिख्यते इति अन्यदेतत्. अस्तु. हा, वह्निव्याप्य धूमवान् अयं पर्वतः इति अनुमितिज्ञानम् उत्पद्यते इह सङ्ग्रहादिग्रन्थेषु, तर्कसङ्ग्रहादिग्रन्थेषु यद्यपि ज्ञानाकारनिरूपणे प्रकारात् आरभ्य विशेष्यपर्यन्तं ग्रन्थकाराः लिखन्ति. अस्तु. तर्हि प्रकार इति वयं दृष्टवन्तः तत्र व्याप्ति परामर्शज्ञाने सप्तविषयाः सन्ति. तत्र मुख्यप्रकारात् आरभ्य मुख्यविशेष्यपर्यन्तं सर्वं लिखितमस्ति. तथापि अनुवादादि अवसरे अस्माभिः विशेष्यनिर्देशः आदौ कार्यः. अस्तु. मुख्यविशेषः यः अस्ति, आदौ यः यस्य निर्देशः अस्ति तदेव कार्यः इत्युक्ते अत्र परामर्शः इति कार्यं. तत्र उदाहरणं स्वीकृत्य प्रतिपादयति महोदय, अत्र मुख्यविशेषः कः? ओ अस्तु. तत् यत् वयं परामर्शज्ञाने पठितवन्तः तत्र वा, तत्र खलु इदानीं वाक्यमस्ति खलु, वह्निव्याप्य धूमवान् अयं पर्वतः इति उदाहरणम् अस्ति इति उदाहरणम्. हा, वह्निव्याप्य धूमवान् पर्वतः अयं पर्वतः इति उदाहरणे मुख्यविशेष्यः अस्ति पर्वतः, अपि च मुख्यप्रकारः अस्ति वह्निः. हा, मुख्यप्रकारः अस्ति वह्निः. तर्हि वाक्यं पश्यामश्चेत् प्रथमपदं किं, वह्निः अस्ति खलु. वह्निव्याप्य धूमवान् अयं पर्वतः इति वाक्यं भवति प्रकारविशेषपर्यन्तं. किन्तु किं निरूपणीयम् अस्माभिः? पर्वते वह्निः अस्ति इति खलु. तर्हि पर्वतम् आरभ्य प्रकारता वक्तव्या अस्ति. समीचीनं. विशेष्यं स्वीकृत्य विपरीतरीत्या एव निरूपणीयम्. किमर्थमित्युक्ते पर्वतं वयं जानीमः, प्रत्यक्षेण दृश्यते, तस्मिन् धूमः अस्ति इत्यपि प्रत्यक्षेण दृश्यते. वह्निः एव न दृश्यते. तर्हि वह्निः साधनीयमस्ति पर्वते. तर्हि पर्वतं स्वीकृत्य पर्वतात् आरभ्य वह्निपर्यन्तं गन्तव्यं. किन्तु वाक्यं कथं वदेम? वह्निव्याप्य धूमवान् अयं पर्वतः इति प्रथमं मुख्यप्रकारः उक्तः प्रकारतरभ्य लिखितम्. अतः एव अस्माभिः विशेषनिर्देश आदौ कार्यः इत्युक्ते पर्वतम् आरभ्य एव अत्र अनुमानं कर्तुं शक्यते. अन्ततो गत्वा किं निरूपयामः, साध्यमेव निरूपणीयं खलु. तदेव सम्प्रदायात्. किन्तु अत्र तर्कग्रन्थकर्तृभिः निरूपणलाघव अनुरोधेन तथा लिख्यते इत्युक्ते नीलो घटः इति एव वदेम खलु, घटनीलः इति न वदेम. सामान्यतया यदा वदेम तत्र विशेषणं पूर्वं भवति, विशेष्यम् अन्ते भवति. तदेव किन्तु अनुमानस्थले प्रथमं विशेष्यं ज्ञात्वा एव अत्र प्रकारः ज्ञायते. अस्तु अग्रे महोदय. इत्थमेव वक्ष्यमाणानुमिति रूपकार्यस्य आकारः वह्निमान् पर्वतः इति लिखितोपि पर्वतः वह्निमान् इत्येव बोद्धव्यः. अस्तु, तादृशसम्प्रदायरीतिप्रयोजनं तु उद्ग्रन्थे ज्ञेयं, तथा च एतादृशानुमित्युत्पत्त्या संशयविरोधः भवति, तथा सति दुःखनाशः भवति इति स्वार्थप्रयोजकत्वात् स्वार्थानुमानमित्याह तदेतत् स्वार्थानुमानमिति. अस्तु, अस्तु, वह्निमान् पर्वतः इति लिखितमस्ति, तथापि पर्वतः वह्निमान् इति एव अस्माकं कृते बोधः अस्ति, पर्वतः वह्निमान् इति. अत्र यत् वयम् उक्तवन्तः वह्नि इति प्रकारः अस्ति, पर्वतः इति विशेष्यः अस्ति, तर्हि वाक्ये आदौ प्रकारः इति उपयुज्यते, परन्तु विशेषनिर्देशः आदौ करणीयम् इति पर्वतः वह्निमान् इत्येव बोधः भवेत्. किमर्थं पर्वत विशेष्य आरभ्य किमर्थम् इत्युक्ते पर्वतः इति एव वयं साक्षात् द्रक्ष्यामः, तस्य एव प्रत्यक्षज्ञानं भवति प्रथमम्, अनन्तरमेव तस्मिन् यः प्रकारता इति व्याप्तिरूपेण व्याप्तिविशेषेण अवच्छिन्न यत् प्रकारता अस्ति तस्य ज्ञानं भवति. अतः विशेष्य आरभ्य इति एव अनुमानज्ञानस्य क्रमः अस्ति. तत्तु सत्यं, किन्तु अत्र यत् लिखितमस्ति तत्र किञ्चित् भिन्नरीत्या वक्तव्यमस्ति. अस्तु, अहं प्रश्नं करोमि, उत्तरं वदतु. अत्र स्वार्थ अनुमानं, तत्र अर्थ इति पदस्य अर्थः कः? दुःखनाश न, अर्थ इति पदस्य अर्थः प्रयोजनं. तस्य अर्थः प्रयोजनं, समीचीनं. स्व अर्थ इति पदे अर्थ इति पदस्य अर्थः कः इति चेत् प्रयोजनं. प्रयोजनं किं? स्वार्थ अनुमानस्य प्रयोजनं किं? दुःखनाश. किमर्थं दुःखः जातः? किमर्थं दुःखः जातः? संशयः अस्ति अतः एव. उत्तमं, संशयात् दुःखः जातः खलु. तर्हि कस्मिन् विषये संशयः? अत्र पर्वतः वह्निमान् अस्ति वा न वा इति. हा, पर्वते वह्निः अस्ति वा न वा इति खलु. तर्हि इदानीम् अत्र अहं पर्वते धूमं दृष्ट्वा तत्र पर्वते वह्निः अस्ति वा न वा इति संशयः जातः, तेन दुःखं मया अनुभूतम्. अस्तु, तर्हि इदानीं तस्य संशयः, इदानीं संशयः अस्ति अत्र पर्वते वह्निः अस्ति वा न वा. तर्हि भवन्तं पृच्छामि चेत् भवान् किं वदति? पर्वते वह्निः अस्ति इत्येव वदति खलु. न तु पर्वतः वह्निमान् पर्वतः इति सामान्यतया न वदति. पर्वते वह्निः अस्ति इति वाक्यमेव मम संशयस्य नाशं करोति. किमर्थम् इत्युक्ते अत्र वह्निमान् पर्वतः इत्युक्ते वह्निमान् कः इति प्रश्नस्य उत्तरं भवति वह्निमान् पर्वतः इति. वह्निः कुत्र अस्ति इति चेत् पर्वते अस्ति इति एव वाक्यं बोधयति वह्निमान् पर्वतः इति वदामश्चेत्. किन्तु पर्वतः वह्निमान् इति वदामश्चेत् पर्वतः कीदृशः? पर्वः पर्वते वह्नि अस्ति वा न वा इति प्रश्नस्य उत्तरं पर्वतः वह्निमान् इति एव समीचीनं भवति, न तु वह्निमान् पर्वतः। ओ अस्तु अस्तु, बुध्यते खलु? हा, तत्र अर्थः तु समानः एव भवति द्वयोः वाक्योः, परन्तु पर्वतः वह्निमान् इति वदामः चेत् पर्वते वह्नि अस्ति इति स्पष्टतया बोधः जायते। अत्र वस्तुतः उद्देश्यविधेयभावः अस्ति महोदय, वह्निमान् पर्वतः इति वाक्यं लिखामश्चेत् तत्र पर्वतम् उद्दिश्य वह्निमत्वं तस्मिन् आरोप्यते, किन्तु पर्वतः वह्निमान् इति वदामश्चेत् अत्र इदानीम् उद्देश्यः अस्ति वह्निमान्, वह्निमान् उद्दिश्य पर्वतत्वं तस्मिन् आरोप्यते। इत्युक्ते अत्र अहं प्रश्नं करोमि, तस्य उत्तरं ददातु। भवान् वदति भोः अत्र वह्निः अस्ति इति, तावदेव भवता उक्तं भोः अत्र वह्निः अस्ति इति, तर्हि वह्निमान् अत्र अस्ति, तर्हि मम वह्निमान् कः इति प्रश्नस्य उत्तरं किं? पर्वतः। हा, वह्निमान् पर्वतः इति वदति खलु। You say there is fire, then I ask you where is the fire? On the mountain. Satyam. Tarhi vanniman parvatah iti bhavati. So now you are saying atra parvatah asti iti. Tarhi kidrisha parvatah iti aham prashnam karomi. Tasya uttaram kim? Vanniman. Haan, parvatah vanniman. You are saying there is a mountain. What is the nature of the mountain? A mountain which has got fire. Covered with fire. हा, इति कृत्वा तर्हि यद् वयं प्रतिपादयितुम् इच्छामः तत् अनन्तरं भवति सामान्यतया। एवं तर्हि अस्माकं विषयः अस्माकं संशयस्य विषयः कः इति चेत् वह्निः एव विषयः, संशयस्य न तु पर्वतः। वह्निः पर्वते अस्ति वा न वा इति प्रश्नः नास्ति, पर्वते वह्निः अस्ति वा न वा इति एव प्रश्नः। हा, वह्निः पर्वते अस्ति वा न वा इति न, पर्वते वह्नि अस्ति। हा खलु, तर्हि पर्वतः वह्निमान् इति एव वाक्यं भवेत् तस्य उत्तरत्वेन, तदा एव संशयस्य नाशः भवति। कस्मिन् विषये संशयः अस्ति तादृशज्ञानं प्राप्तव्यम्। अत्र संशयस्य विषयः अस्ति वह्निः, वह्निः अस्ति वा न वा इति। तदा एव बहु सूक्ष्मभेदः अस्ति इत्यनयोः मध्ये। यदा सामान्यजनाः यदा पर्वतः वह्निमान् अथवा वह्निमान् पर्वतः इति शृणोति चेत् सम्यगेव तस्मिन् बोधः जायते इति अहं मन्ये, परन्तु व्याकरणरीत्या अथवा न्यायशास्त्ररीत्या पर्वतः वह्निमान् इति एव सम्यक् भवति। सत्यं, किमर्थम् इत्युक्ते वह्निः एव संशयस्य विषयः अस्ति। कस्मिन् विषये संशयः इति चेत् वह्निः अस्ति वा न वा। तत्र सप्रकारकज्ञाने संशयः इति पठितं खलु, तत्र पर्वतः विशेष्यः अस्ति, तस्मिन् उपरि प्रकारद्वयमस्ति, वह्निः वह्नि अभावः इति, उभयोः मध्ये विरोधः अपि अस्ति, एकमेव भवितुमर्हति उत्तरत्वेन। तस्य उत्तरं किं भवेत्? पर्वतः वह्निमान् इति उत्तरं भवेत्। तदा एव इदानीं निश्चयः जातः, कस्मिन् विषये संशयः अस्ति तस्मिन् विषये निश्चयः कदा भवति? यदा निश्चयरूपवाक्यम् अत्र संशयस्य निवारणं करोति। पर्वतः वह्निमान् इति वाक्यम् इति एव बोद्धव्यः इतितः एव उक्तं तत्र। अस्तु, किन्तु अत्र वह्निमान् पर्वतः पर्वतः वह्निमान् इति यदा पठेम तदा समानमिति भाति, किन्तु इदानीं यथा मया प्रतिपादितं प्रश्नः कथं मया क्रियते तादृशं भवतः सामान्यजनानाम् उत्तरमपि भवति। इफ् यु से वेर् इस् द फयर्, ऐ मीन् इफ् यु से देर् इस् फयर् एण्ड् इफ् ऐ आस्क् यु वेर् इस् द फयर् यु विल् से मौण्टन्। इफ् यु से देर् इस् अ मौण्टन्, वाट् इस् द नेचर् आफ् द मौण्टन्? अ मौण्टन् विच् इस् गाट् फयर्। प्रश्नस्य सन्दर्भं दृष्ट्वा प्रश्नः सत्यं, तर्हि सामान्यजनाः अपि एवमेव वदन्ति, तत्र भेदः ते अवगच्छन्ति एव, किन्तु अत्र वाक्यं यदा पठेम तत्र ततः एव तत्र अवधानं दातव्यम् इति. वन्यमान् पर्वतः इति वाक्यमस्ति चेत् तत्र पर्वतः विशेष्यमस्ति, वन्यमान् इति विशेषणमस्ति. पर्वतः वन्यमान् इति वाक्यं वदामश्चेत् तत्र वह्निमति पर्वतत्वम् आरोप्यते. वन्यमान् कः पर्वतः इति. अस्तु समीचीनं महोदय, धन्यवादः. अग्रे कः पठति? सत्यभामा भगिनी पठति वा इदानीम्? आं महोदय. इदानीं परार्थम् अनुमानमाह, परार्थमनुमानमाह, परार्थमनुमानमिति लिखितं वा? परार्थानुमान, मकारः नास्ति खलु. परार्थमनुमानम् इति चेत् अत्र समस्तपदं नास्ति. परार्थ अनुमानम् इति चेत् समस्तपदम्. परार्थानुमानं, परार्थानुमानमाह, यः वच्यमाणस्य वाक्यसमूहात्मक न्यायस्य श्रवणेन श्रोतुः शब्दबोधः शाब्दबोधः उत्पद्यते, तेन च परामर्शः उत्पद्यते, परामर्शात् अनुमितिः, तथा च संशय आच्छेदः, संशयः आच्छेदः, संशय उच्छेदः, आच्छेदः नास्ति, उच्छेदः, ओकारः अस्ति खलु, गुणसन्धिः, संशय उच्छेदः, तेन च उच्छेदः इत्युक्ते संशयः अपगच्छति इति. ओके. तेन च दुःखच्छेदः. ओके. इत्येवं परस्य श्रोतु, इत्येवं परस्य श्रोतुः दुःखच्छेदस्य सम्भवात् इदम् अनुमानं परामर्शरूपं परार्थं परस्य प्रयोजनं फलं येन भवति तादृशमिति तदेव परार्थानुमानं. परार्थानुमानम् इत्युक्ते किम् इति अत्र दत्तमस्ति. परार्थम् आह इह वच्यमाणस्य वाक्यसमूहात्मक न्यायस्य श्रवणेन वह्निमान् पर्वतः इति किं कुर्मः अत्र? वस्तुतः यद् लिखितं तत् सर्वैः अवगतम् इति भाति. इत्युक्ते अत्र वाक्यसमूह वक्ष्यमाणस्य अत्र वाक्यं कानिचन वाक्यानि अत्र अहं वदामि, श्रोतुः तानि वाक्यानि श्रुत्वा तस्मिन् स्वयम् अनुमानं जायते, तर्हि कानि वाक्यानि इति अग्रे दत्तम्. ओके. तर्हि तानि वाक्यानि श्रुत्वा श्रोतुः मनसि यः संशयः अस्ति, पर्वतः वह्निमान् वा, वह्निः पर्वते वह्निः अस्ति वा न वा, तेन यः दुःखः अनुभूतः तस्य दुःखच्छेदस्य दुःखस्य छेदः भवति इति पूर्वम् एतदीतं, तदेव अत्र नूतनं किमपि नास्ति. तर्हि अत्र वाक्यानि कानि भवन्ति इति अग्रे गच्छेम. अग्रे पठतु. यत्तु यत्तु स्वयं धूमादग्नि अनुमाय परप्रतिपत्त्यर्थं पञ्च अवयववाक्यं प्रयुज्यते. तात्पर्यार्थमनुमानं, तात्पर्यार्थ अनुमानं यदा तत् परार्थानुमानं, किं पञ्च अवयववाक्यं यत् प्रयुज्यते तदेव परार्थानुमानम् इति. पर्वतः वह्निमान् धूमत्वात् यो धूमवान् स अग्निमान् अग्निमान् यथा महानसं, तथा च अयं तस्मात् तथा इति. अस्तु, एकनिमिषम्. अत्र कति वाक्यानि सन्ति? एकं तत्र वाक्यं प्रत्येकं वाक्यं वदतु. यदा यदा पर्वतः वह्निमान् इति प्रथमं वाक्यम् अहमेव वदामि इति चिन्तयतु भवतीं प्रति अहम् एतानि पञ्चवाक्यानि वदामि पर्वतः वह्निमान् इति एकं वाक्यं द्वितीयं धूमवत्वात् इति द्वितीयं वाक्यं तृतीयं यो यो धूमवान् सः अग्निमान् यदा महानसम् इति तृतीयं वाक्यं यथा च अयं तथा च अयं तथायम् इति चतुर्थवाक्यं चतुर्थवाक्यं तस्मात् तथा इति पञ्चमवाक्यं तर्हि एतानि पञ्चवाक्यानि श्रुत्वा भवती किं करोति स्वार्थानुमानं करोति तर्हि परार्थानुमानम् इत्युक्ते एतानि पञ्चवाक्यानि एव परार्थानुमानम् इति अस्तु अग्रे पठतु भगिनि अनेन अनेन एकनिमिषं महोदय वदतु तत्र केवलं परार्थानुमाने अपि स्वार्थानुमाने भेदः कः इत्युक्ते ये पञ्चवाक्यानि अधुना वयं द्रक्ष्यामः तत्र परार्थानुमाने केवलं प्रथमं तु एतानि वाक्यानि कोऽपि शृणोति परन्तु स्वार्थानुमाने साक्षात् सः पर्वतः पर्वतः धूमवान् इति दृष्ट्वा एव तस्मिन् आत्मनि स्मरणः जायते यथा महानसे स्वयमेव दृष्टं पूर्वे तत्तेन एव स्मृतिः जायते अतः एव पुनः सत् स्व एव अनुमानं करोति इति आगच्छति खलु अत्र तु शाब्दबोधेन एव अनुमानज्ञानम् उत्पद्यते तदेव इत्युक्ते यः श्रोतुः अस्ति यः श्रोता अस्ति सः पर्वतस्य पुरतः नास्ति तर्हि पर्वतः धूमवान् इति पर्षकधर्मता ज्ञानं तेन न प्राप्तुं शक्यते अपि च महानसे अपि च अन्यत्र बहुत्र अत्र धूमम् अपि च अग्निम् उभयमपि एकस्मिन् स्थले पक्षे दृष्ट्वा व्याप्तिज्ञानमपि तस्मिन् नास्ति अत्र सर्वत्र शाब्दबोधेन एव तर्हि शाब्दबोधे सर्वाणि उक्तानि सन्ति इत्युक्ते पक्षधर्मताज्ञानं व्याप्तिज्ञानं परामर्शज्ञानम् अनुमितिज्ञानमपि अत्र उक्तं पर्वतः वह्निमान् इति अपि शब्देन उक्तं किन्तु तत् श्रुत्वा इदानीं यदि पर्वतः वह्निमान् इति तावदेव उक्तम् अत्र अन्ततो गत्वा स्वार्थ अनुमाने अन्तिमवाक्यं किम् अनुमानवाक्यं किम् अनुमितिवाक्यं पर्वतः वह्निमान् इति एव अस्ति खलु तर्हि आरम्भे एव प्रथमवाक्ये एवम् उक्तं पर्वतः वह्निमान् अत्र पश्यतु अत्र भेदः कः इति चेत् पर्वतः वह्निमान् इति अहं वदामि सत्यभाबा भगिनी शृणोति तर्हि इदानीं तस्मिन् आत्मनि पर्वतः वह्निमान् इति ज्ञानं जातम् किन्तु एतद् ज्ञानम् अनुमानप्रमाणेन लब्धं वा शब्दप्रमाणलब्धं वा इति चेत् किं वदति मेहुल् महोदय शब्दप्रमाणेन तर्हि पर्वतः वह्निमान् इति यदि अहं वदामि तत् श्रुत्वा पर्वते वह्निः अस्ति इति ज्ञानं सत्यभामा भगिनीं भगिन्यां यद् ज्ञानं जातं तज्ज्ञानं शाब्दज्ञानमस्ति किन्तु तदनन्तरं यदहं वदामि धूमवत्वात् यो यो धूमवान् सः अग्निमान् यथा महानसं तथा च अयं पर्वतः तस्मात् तथा इत्युक्ते पर्वतः वह्निमान् इति एतत् एतानि पञ्चवाक्यानि श्रुत्वा यदा सत्यभामा भगिनी आरम्भतः चिन्तनं करोति चिन्तनं कृत्वा ओहो अत्र पर्वते धूमः अस्ति धूमवत्वात् इति शुकवनमहोदयेन उक्तत्वात् अहम् अवगच्छामि पर्वते धूमः अस्ति तदनन्तरं यत्र यत्र यो यो धूमवान् सः अग्निमान् यथा महानसम् इति शुकवनमहोदयस्य वाक्यं श्रुत्वा ओ आम् इदानीं व्याप्तिज्ञानमपि सत्यभामा भगिन्यां जातम् तदनन्तरं तथा च अयम् इत्युक्ते परामर्श वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शज्ञानं तस्मिन् जातं तदनन्तरं तस्मात् तथा इति पर्वतः वन्यमान् इति सा एव स्वचिन्तनं कृत्वा यदा ऊहां करोति तत्र अनुमितिज्ञानं जातम्। तर्हि एतानि पञ्चवाक्यानि श्रुत्वा यद् ज्ञानं जायते तत्सर्वं शाब्दज्ञानमस्ति, अतः एव अत्र उक्तं शाब्दबोधः इति। अस्तु अग्रे पठतु भगिनि। अनेन प्रतिपादितलिङ्गो लिङ्गात् प्रतिपादितात् लिङ्गात् परो अपि अग्नि अनेन प्रतिपादितात् लिङ्गात् परो अपि अग्निं प्रतिपद्यते। प्रतिज्ञाहेतु उदाहरण उपनयननिगमनानि पञ्चवयवाः। तर्हि तत्र पञ्चवाक्यानि उक्तानि खलु, तत्र प्रत्येकं वाक्यस्य नाम कृतम्। ओके, पर्वतः वह्निमान् इत्युक्ते प्रतिज्ञा, धूमवत्वा इति हेतु, यो यो धूमवान् सः अग्निमान् यथा महानसम् इति उदाहरणम्, तथा च अयम् इति उपनयम्, तस्मात् तथा इति निगमनं। ओके, पञ्चावयवः पर्वतः वह्निमान् इति प्रतिज्ञा, धूमत्वाद् इति हेतुः, यो यो धूमवान् सो अग्निमान् इति यदा महानसम् इति उदाहरणं, तदा चायम् इति अनु इति उपनयः, तस्मात् तदा इति निगमनम्। यद्यपि सङ्ग्रहे यत्तु स्वयं धूम अग्नि अनुमाय धूमादग्नि अनुमाय परप्रतिपत्त्यर्थं पञ्च अवयववाक्यं प्रयुज्यते, तत् परार्थानुमानमिति लेखनात् वाक्यमेव परार्थानुमानमिति भाति, परन्तु पूर्व उत्तरग्रन्थसन्दर्भेषु परामर्शे एव सन्दर्भेण परामर्शे एव ग्रन्थकर्तुः अनुमानशब्दप्रयोगः इति निश्चीयते, अतः तत् परार्थानुमानमित्यस्य तादृशवाक्यप्रयोज्यः परामर्शः परार्थानुमानमित्यर्थः। पुनः यत् सङ्ग्रहे यत् वाक्यं धूमादग्नि अनुमाय परप्रतिपत्त्यर्थं पञ्चावयववाक्यं प्रयुज्यते, तत् परार्थानुमानमिति लेखनात् वाक्यमेव परार्थानुमानमिति भाति, परन्तु पूर्व इत्युक्ते अत्र पञ्चवाक्यानि लिखितानि सन्ति खलु, तानि पञ्चवाक्यानि एव परमार्थानुमानम् इति तादृशं भाति तद्बुद्धं, किन्तु अतः किन्तु परन्तु पूर्व उत्तरग्रन्थसन्दर्भेण परामर्शे एव ग्रन्थकर्तुः अनुमानशब्दप्रयोगः इति निश्चीयते, इत्युक्ते ग्रन्थकारेण तर्कसङ्ग्रहग्रन्थकारेण पूर्वं यद् लिखितम् उत्तरं यद् लिखितं तत्सर्वं दृष्ट्वा पञ्चवाक्यानि अनुमानम् इति ग्रन्थकारस्य अभिमतं नास्ति, अभिप्रायः नास्ति, किन्तु अत्र परामर्शवाक्यं यदस्ति तदेव अनुमानम् इति बोद्धुं सः इच्छति इति अत्र उक्तम्। तत् परार्थ अनुमानम् इत्यस्य तादृशवाक्यप्रयोज्यः परामर्शः परार्थ अनुमानम् इत्यर्थः। अग्रे इतोपि विस्तरेण तस्मिन् विषये ददाति। अस्तु वर्षा भगिनी पठति वा। धन्यवादः भगिनी। धन्यवादः महोदय। यदि यदि साक्षात् तस्मात् न जायते किन्तु तत् कार्यकार्यादिपरम्परया कुतश्चित् जायते तत् तस्य कार्यम् इति व्यवहारयोग्यं न भवति परन्तु तत् अधीना उत्पत्तिः तस्य आनुभविकी इति एतादृशकार्ये तत् प्रयोज्य इति व्यवहारः भवति निरूपितश्च एषः अर्थः तथा च प्रकृते वाक्यैः साक्षात् परामर्शः न भवति चेदपि तत् जन्यबोधानन्तरं श्रोतुः परामर्शः उत्पद्यते इति परामर्शस्य तादृशवाक्यप्रयोज्यत्वम् अक्षतम् इति एतदेव अभिप्रेत्य न्यायबोधिन्यादिव्याख्यानेषु न्यायप्रयोज्यम् अनुमानं परार्थ अनुमानम् इति युक्तम् अत्र साक्षात् यद्यपि कार्यकारणभावः नास्ति चेदपि सः मुख्यकारणं भवति इति कृत्वा न्यायप्रयोज्यम् अनुमानं परार्थ अनुमानम् इति युक्त्या तस्य तस्य साधनं भवति इति अत्र लिखितमस्ति परार्थ अनुमानम् इत्युक्ते न्यायप्रयोज्यम् इति अत्र कार्यकारणभावः साक्षात् न सिद्ध्यते तथापि तथापि अत्र युक्तरीत्या वयं साधनं कर्तुं शक्यते इति हौ इस् द नालेज् डिरैव्ड् इति प्रश्नस्य उत्तरम् इट् इस् नाट् डैरेक्ट्ली डिरैव्ड् वाक्येन लभ्यते अत्र विषयः कः पञ्चवाक्यानि अत्र पञ्चवाक्यानि सर्वाणि परार्थानुमानम् इति इत्युक्ते अत्र स्वार्थानुमाने किम् अनुमानम् सेम् तदेव अनुमानं पर्वतः वर्णिमान् इत्येव अनुमानम् अनुमिति वाक्यं भवति न एकनिमिषं किं किं भगिनि अत्र मम प्रश्नस्य उत्तरं ददातु भवत्याः मनसि तावत् किं स्पष्टता नास्ति इति भाति स्वार्थ अनुमाने अनुमानं किं तस्य उत्तरं वदतु अनुमानं किं परामर्शज्ञानं हा तत्र परामर्शज्ञानस्य आकारः कः परामर्शज्ञानस्य आकारः अस्ति पर्वतः धूमव्याप्य पर्वते सोरि वह्निव्याप्य धूमवान् पर्वतः इति ज्ञानम् हा तर्हि तत्र चत्वारि ज्ञानानि भवन्ति खलु तेषु अनुमानम् इत्युक्ते परामर्शः एव पर्वतः धूमवान् इति प्रत्यक्षज्ञानम् यत्र यत्र धूमः तत्र तत्र वह्निः यत्र यत्र वह्नि अभावः तत्र तत्र धूमावः धूमाभावः इति व्याप्तिज्ञानं स्मरणज्ञानमस्ति अनुमानम् इत्युक्ते किम् इति चेत् परामर्शः एव खलु तर्हि स्वार्थ अनुमाने परामर्शः एव अनुमानं तदेव करणं तेन अनुमितिः जायते अनुमितिः आकारः अस्ति पर्वतः वह्निमान् इति एवम् अत्र परार्थ अनुमाने अनुमानं किम् वाक्यैः एव अनुमानस्य करणं भवति अत्र परामर्शः तु साक्षात् न जायते किल परामर्शः अत्र स्वार्थ अनुमाने अनुमानं किम् इति चेत् परामर्शः एव इति स्पष्टतया भगिनी उक्तवती खलु वह्निव्याप्य धूमवान् अयं पर्वतः इति आकारकपरामर्शज्ञानमेव अनुमानं तदेव करणम् इति भवती समीचीनतया उक्तवती एवं परार्थ अनुमाने अनुमानं किम् इति प्रश्नस्य उत्तरं पञ्चवाक्येषु इति किमर्थम् अत्र सप्तमी वदति पञ्चवाक्यानि हा इदानीं भवती उक्तवती खलु तत्र पञ्चवाक्यानि यानि उक्तानि सन्ति वक्त्रा तानि एव अनुमानं तर्हि तत्र पञ्चसर्वाणि पञ्चवाक्यानि अनुमानम् इति स्वीकर्तव्यम् इति भाति वस्तुतः तादृशं नास्ति इति अत्र उक्तम् अस्मिन् परिच्छेदे तदेव वार्ता सा एव वार्ता अत्र मुख्यपदमस्ति प्रयोज्य इति पदमस्ति खलु प्रयोज्यम् इति पदं यदस्ति तदेव तत्रैव अत्र मुख्यत्वमस्ति तदेव विशिष्टमस्ति अस्मिन् परिच्छेदे यद्हि साक्षात् तस्मात् न जायते किन्तु तत् कार्य कार्यादिपरम्परया कुतश्चित् जायते इत्युक्ते अत्र पञ्चवाक्यानि सर्वाणि पञ्चवाक्यानि परार्थ अनुमाने अनुमानम् इति न स्वीकार्यम् तर्हि किं स्वीकार्यम् अनुमानवाक्येन परार्थ अनुमाने इति चेत् अनुमानकरणेन किं स्वीकर्तव्यम् इति चेत् तत्र प्रथमवाक्यमस्ति पर्वतः वह्निमान् तदनन्तरं धूमवत्वात् यो यो धूमवान् सः अग्निमान् यथा महानसम् इति तत् कार्यकार्यादिपरम्परया कुतश्चित् जायते तत् तस्य कार्यम् इति व्यवहारयोग्यं न भवति इत्युक्ते पर्वतः वह्निमान् इति श्रुत्वा तस्य कार्यं धूमवत्वात् इति तादृशकार्यकारणभावः अत्र न भवति परन्तु तदधीना उत्पत्तिः तस्य आनुभविकी इति एतादृशकार्ये तत् प्रयोज्यः इति व्यवहारः भवति प्रयोज्यः इति व्यवहारः तत्रैव मुख्यवार्ता अस्ति तत् प्रयोज्यः निरूपितश्च एषः अर्थः कुत्र एक अधिक एकषष्टि अधिकशततमपुटे कारणस्य कारणस्यापि यत् कारणं तस्य का संज्ञा इति शीर्षकमस्ति 161 पेज् मध्ये कारणस्यापि यत् कारणं का तस्य संज्ञा अस्ति अपरः प्रयोजकपदार्थः शास्त्रे तमपि प्रसङ्गात् निरूप्यामः ततः पठन्नस्मि अहम् अयं च प्रयोजकः जनकजनकः यथा घटजनकः कुलालः तज्जनकः कुलालपिता सः घटजनकजनकः इति घटप्रयोजकः भवति तर्हि कुलालपिता घटप्रयोजकः भवति तत्र कुलालपितरि घटकारणम् इति व्यवहारः लोके नास्ति अन्यथासिद्धत्वात् एवमेव दण्ड अवयवानां कपाल अवयवानां च घटे प्रति प्रयोजकत्वम् अवगन्तव्यम् अयमेव च मुक्तावल्यादिग्रन्थेषु चतुर्थ अन्यतासिद्धिः इति परिगणितः विशेषेण ततः एव अवगन्तव्यः इत्यलं कारणत्व अनुप्रसक्तेन प्रकृतमनुसरामः इति त्रिविधकारणत्वे निरूपिते यत् एतेषु असाधारणकारणं तदेव करणम् इति मूलम् प्रत्यक्षादिप्रमाणानाम् असाधारणकारणं किमिति जिज्ञासायां प्रत्यक्षादयः क्रमेण निरूपिताः परन्तु असाधारणकारणपदार्थः यदि न ज्ञायते कथं प्रत्यक्ष असाधारणकारणज्ञानं सम्भाव्यते अतः असाधारणकारणनिरूपितम् आवश्यकम् आपतितं तत्रापि कारणत्वज्ञानापेक्षया इति कार्यनियतपूर्ववृत्तिकारणम् इति कारणत्वापदार्थः निरूपितः तत्रापि कार्यं घटकम् इति कार्यं प्रागभावप्रतियोगी इत्यनेन कार्यं निरूपितम् अत्र एवम् उक्तं खलु तर्हि अत्र पञ्चवाक्यानि एव अनुमानम् इति नास्ति पञ्चवाक्यानि प्रयोजकाः भवन्ति तर्हि प्रयोज्यं किम् इति चेत् पञ्चवाक्यानि श्रुत्वा यत् परामर्शज्ञानं श्रोतुः आत्मनि जायते तदेव परार्थ अनुमानम् इति वक्तव्यम् इति अत्र लिखितम् पश्यतु तथा च प्रकृते वाक्यैः वाक्यैः इत्युक्ते पञ्चवाक्यैः साक्षात् परामर्शः न भवति चेदपि अत्र पञ्चवाक्यानि कारणानि परामर्शः यद् श्रोतुः आत्मनि जायते तत् कार्यमिति कार्यकारणभावः नास्ति, किन्तु प्रयोजकप्रयोज्यभावः अस्ति. तज्जन्यबोद्धानन्तरं श्रोतुः परामर्शः उत्पद्यते, इत्युक्ते पञ्चवाक्यानि श्रुत्वा परामर्शः न जायते. परामर्शः कथं जायते? ज्ञानद्वयेन जायते, पक्षधर्मताज्ञानं व्याप्तिज्ञानम् इति उभाभ्यां ज्ञानाभ्यां परामर्शः जायते. तर्हि अत्र पञ्चवाक्यानि श्रुत्वा साक्षात् परामर्शः जायते इति न वक्तुं शक्नुमः. पञ्चवाक्यानि श्रुत्वा इदानीं श्रोतुः आत्मनि किं जातं? पक्षधर्मताज्ञानमपि प्राप्तं, व्याप्तिज्ञानमपि प्राप्तं. तेन ताभ्याम् उभाभ्यां ज्ञानाभ्यां परामर्शः जायते इति कृत्वा साक्षात् कार्यकारणभावसम्बन्धः नास्ति, किन्तु सम्बन्धः अस्ति एव. कः सम्बन्धः इति चेत् प्रयोजकप्रयोज्यसम्बन्धः अस्ति. तर्हि अत्र प्रयोज्यः यदस्ति परामर्शज्ञानं, यत् ज्ञानं श्रोतुः आत्मनि जायते, तज्ज्ञानमेव परार्थ अनुमानम् इति एव इत्यनेन अवगन्तव्यम् इति अत्र उक्तमस्ति. पश्यतु, तज्जन्यबोधनबोधानन्तरं श्रोतुः परामर्शः उत्पद्यते इति परामर्शस्य तादृशवाक्यप्रयोज्यत्वं. तादृशवाक्यमित्युक्ते पञ्चवाक्यानि प्रयुक्तानि सन्ति खलु, उक्तानि वक्त्रा. तर्हि तानि वाक्यानि प्रयोजकाः भवन्ति, तदपेक्षया प्रयोज्यत्वं परामर्शे अस्ति अक्षतम् इति. एतदेव अभिप्रेत्य न्यायबोधिन्यादि, न्यायबोधिनी इति ग्रन्थः अस्ति, तत्र न्यायबोधिन्यादि व्याख्यानेषु न्यायप्रयोज्यम् अनुमानं परार्थानुमानम् इति उक्तम्. तर्हि परार्थानुमानम् इत्युक्ते किम् इति चेत् एतानि पञ्चवाक्यानि एव अत्र करणत्वेन स्वीकरणीयानि इति नास्ति. तत् श्रुत्वा, तानि वाक्यानि श्रुत्वा आरम्भतः पक्षधर्मताज्ञानं श्रोतुः आत्मनि जायते, व्याप्तिज्ञानमपि जायते, तर्हि यथा स्वार्थानुमाने भवति तथा परामर्शज्ञानं श्रोतुः आत्मनि जायते, तदनन्तरं पर्वतः वह्निमान् इति अनुमितिज्ञानं श्रोतुः जायते तदेव. तर्हि अनुमितिज्ञानं यज्जायते श्रोतुः आत्मनि पर्वतः वह्निमान्, तस्य कारणं किं, करणं किम्, असाधारणकारणं किम् इति चेत् पञ्चवाक्यानि श्रुत्वा प्रयोज्यरूपेण यज्ञानं परामर्शज्ञानं श्रोतुः आत्मनि जायते तदेव अनुमानं परार्थानुमानम् अत्रापि. तर्हि उभयत्र स्वार्थानुमाने परार्थानुमाने उभयत्र परामर्शज्ञानम् एव अनुमानम् इति अवगन्तव्यम् इति आशयः. बुद्धं वा? भगिनि, हा, अत्र प्रयोज्य इति पदमेव नूतनविषयः अस्ति अत्र. अस्तु, अग्रे भवती एव पठतु भगिनि. न्याय इति, न्याय इति पदं तत्र तत्र उपयुक्तं दृश्यते. प्रमाणेन अर्थपरीक्षणं न्यायः इति क्वचित् उक्तम्. न्यायः इत्यस्य युक्तिः इति अपि अर्थः प्रसिद्धः. प्रकृते च वक्ष्यमाणं वाक्यपञ्चकं न्यायः इति अभिधीयते. न्यायः वाक्यसमूहः, तस्मिन् एकैकं वाक्यम् अवयवः इति प्रसिद्धम्. अत्र न्यायस्य लक्षणं दत्तमस्ति. न्यायमिति पदस्य लक्षणं, न्यायस्य लक्षणं नास्ति. न्यायम् इति पदमस्ति खलु, पदस्य लक्षणं दत्तमस्ति. प्रमाणेन अर्थपरीक्षणं न्यायः, अपि च युक्तिः इति अपि वक्तुं शक्यते. इह तु वक्ष्यमाण, इह तु वक्ष्यमाणवाक्यपञ्चकम् इति न्यायः भवति. इत्युक्ते न्यायः वाक्यसमूहः, ये पञ्चवाक्यानि ये सन्ति ते वाक्यसमूहः, वाक्यसमूहः सन्ति. एकैकं वाक्यम् अवयवः भवति. वाक्यसमूहेन वाक्यसमूहं श्रुत्वा श्रोतुः मनसि परार्थानुमानं जायते अतः एव तत् अत्र युक्तिः भवति. अत्र पूर्वस्मिन् परिच्छेदे न्यायप्रयोज्यम् अनुमानम् इति उक्तं खलु, तत्र न्यायप्रयोज्यम् अनुमानम् इति समस्तपदे न्याय इति पदं दृश्यते खलु. तत्र न्याय इति पदस्य अर्थः कः इति चेत् प्रमाणेन अर्थपरीक्षणं न्यायः इति. तर्हि अत्र प्रमाणं किं भवति इति चेत् शब्दमेव प्रमाणम्, अहम् आप्तः अस्ति. तर्हि एवमेव तस्य कपटं कर्तुम् अत्र वह्निधो वह्निः धूमवान् न पर्वतः धूमवान् इति वदामि चेत् तत्र प्रमाणवाक्यं न भवति. तर्हि आप्तेन यानि वाक्यानि उक्तानि तानि पञ्चवाक्यानि वाक्यस्य वाक्यानां समूहः यदस्ति तदेव न्याय इति पदेन अवगन्तव्यः. तर्हि न्यायप्रयोज्यः अस्ति अनुमानम्. तानि पञ्चवाक्यानि श्रुत्वा, प्रयोजकरूपवाक्यानि श्रुत्वा परामर्शज्ञानं श्रोतुः आत्मनि जायते. तादृशपरामर्शज्ञानं न्यायप्रयोज्यम् इति कृत्वा इति अस्ति इति तु एकम्, अपि च तदेव परामर्श तदेव अनुमानम् इति अवगन्तव्यम् इति उक्तम्. महोदय, न्यायप्रयोज्य इति समस्तपदम् अस्ति, तर्हि तत्र न्यायेन प्रयोज्यम् इति अस्ति खलु? हा, उत्तमं. न्यायेन अत्र न्यायम् इति वाक्यसमूहं स्वीकुर्मश्चेत् समूहम् एकवचने भवति खलु, तर्हि न्यायेन प्रयोज्यम्. धन्यवादः. नो चेत् अत्र पञ्चवाक्यैः प्रयोज्यम् इति अपि वक्तुं शक्यते. तर्हि पञ्चवाक्यानि एव न्याय इति पदेन गृहीतं भवति. अस्तु, अग्रे गच्छेम. शिवरामहोदय वक्तुमिच्छति वा? महोदय, प्रश्नं करोतु भगिनि. अत्र प्रतिज्ञा, यदि प्रतिज्ञावाक्यं पर्वतः वह्निमान् इति न अस्ति, परन्तु केवलं पर्वते धूमः अस्ति इति वाक्यं लब्धं चेत् अन्येषां चतुर्णां वाक्यानां श्रुत्वा वयम् अनुमानं कर्तुं शक्यते वा अत्र पर्वतः वह्निमान् इति? इत्युक्ते वक्ता केवलं पर्वतः धूमवान् इति एव वदति. अन्त अत्र अन्यानि पञ्चवाक्यानि सः वदति वा न वा? सः पर्वतः धूमवान् इति वदति, तदनन्तरं वयमेव वयं स्वस्मृत्यां प्रयोजनं कृत्वा अन्येषां वाक्यानां कार्यं स्वयमेव कर्तुम् ऊहां कर्तुं शक्यते अनुमानं. तर्हि इत्युक्ते अत्र प्रत्यक्षज्ञानमेव न प्राप्तम्, केवलं प्रत्यक्षज्ञानं शाब्दरूपेण प्राप्तम्. तदपि परार्थ अनुमानं वा? न जाने. इत्युक्ते अत्र परार्थानुमानम् इत्यस्मिन् कोठ्यां पञ्चवाक्यानि लिखितानि सन्ति. स्वार्थानुमाने सर्वं स्वेन लभ्यते, इत्युक्ते प्रत्यक्षज्ञानं स्वेन लभ्यते, स्मरणमपि स्वेन लभ्यते, परामर्शः अपि स्वेन लभ्यते, अनुमितिः अपि स्वेन जायते खलु. किन्तु अत्र भिन्नकोट्याम् इत्युक्ते दि अदर् एक्स्ट्रीम् पञ्चवाक्यानि इत्युक्ते किमपि ज्ञानं श्रोतुः मनसि श्रोतुः आत्मनि नास्ति. तर्हि सर्वाणि वाक्यानि श्रुत्वा तत्र तस्मिन् स्वतन्त्रेण परामर्शज्ञानं जायते, तदनन्तरम् अनुमितिज्ञानमपि जायते. तन्मध्ये इदानीं भवती किं वदति? एकमेव वाक्यम् उक्तं, वाक्यद्वयमुक्तम् इति चेत् तन्मध्ये भवति. अत्र परार्थानुमानमपि न वक्तुं शक्यते, स्वार्थानुमानं कोठ्ये अपि न स्थापयितुं शक्यते, उभयमपि इति वक्तुं शक्यते तत्र. बुद्धं खलु? सो यु कान्ट् इति on one hand one extreme has been shown, other extreme has also been shown. If what you are saying is one vakya has been said, ekameva vakyam uktam, vakya dvayam uktam iti che paratha anumanam bhavati va iti che paratha anumanam api tasmin asti kintu swartha anumanasya lakshanam api tatra sangachayati hi sangachati yukte ubhayam api iti vaktam kintu तादृशवदनेन प्रयोजनं किमपि नास्ति. इफ् यु वाण्ट् टु क्लासिफै, मया उक्तं खलु, यत्र यत्र विभागः कुर्मः तत्र प्रयोजनं वक्तव्यम्. ई बेस्ड् आन् युर् क्वश्चन् इफ् यु हेव् टु डिसैड् वेदर् इट् इस् परार्थानुमानम् अर् स्वार्थानुमानं, देर् हेस् टु बि सम् प्रयोजनम्. अत्र पदार्थानुमानस्य प्रयोजनं किमुक्तं? श्रोतुः आत्मनि अनुमितिः जायते इति कृत्वा परार्थानुमानम् इत्यस्मिन् विषये चिन्तितं. श्रोत्रा पक्षधर्मता ज्ञानं प्रत्यक्षेन न प्राप्तं, व्याप्तिज्ञानमपि तस्मिन् नास्ति. तर्हि उभाभ्यां तत्र परामर्शज्ञानमपि तस्मिन् नास्ति. सर्वं वक्त्रा उक्तं, तदनन्तरं श्रोतुः मनसि एवं ज्ञानं जायते, श्रोतुः आत्मनि एवं ज्ञानं जायते इति प्रतिपादितुम् एतादृशम् उक्तम्. अस्तु, शिरमहोदय अग्रे पठतु. परिच्छेदः तृतीयपरिच्छेदः तादृशन्यायप्रयोज्यः परमार्षः इति उक्तं. तानि वाक्यानि क्रमेण दर्शयति पर्वतः वह्निमान् वह्निमान् अनित्यादीनाम् इयम् अत्र स्थितिः प्रामाणिकी. अयं प्रति वक्ता इमानि वाक्यानि उच्चारयति. यं प्रति वक्ता इमानि वाक्यानि उच्चारयति सः द्विविधः सम्भाव्यते. वन्नी सन्देहवान् आद्यः, वन्यभावनिश्चयवान् द्वितीयः. यो हि वक्तृवत् पर्वते वह्निं जानाति न तं प्रति किञ्चित् बोधनीयम् अस्ति, इमौ तु बोधनीयो भवतः. तादृश किञ्चित् भवानेव विवरणम् इयम् अत्र स्थितिः प्रामाणिकी इमानि वाक्यानि. अस्तु, अत्र तादृशन्यायप्रयोज्यः, तादृश इत्युक्ते तत्र पञ्चवाक्यानि यानि उक्तानि, तत्र वाक्यानां समूहः एव न्याय इति पदेन कथ्यते खलु. तर्हि तेन ज्ञायेन प्रयोजकेन यज्जायते प्रयोज्यः भवति तदेव परामर्शः इति उक्तं. तानि वाक्यानि क्रमेण दर्शति इति अपर्वतः वह्निमान् धूमवत्वात् यथा महानसम् इति पञ्चवाक्यानि उक्तानि. अत्र इयम् अत्र स्थितिः प्रामाणिकी इत्युक्ते यानि वाक्यानि वक्त्रा उक्तानि तानि सर्वाणि प्रामाणिकी भवेत् इत्युक्ते अत्र कपटम् इत्युक्ते अज्ञात्वा वक्ता वदति चेत् तत् प्रमाणकं प्रमाणवाक्यं न भवति, शाब्दबोधः तेन न जायते. अस्तु, तदनन्तरं यं प्रति वक्ता इत्युक्ते श्रोता कः इत्यस्मिन् विषये चिन्तनम् अत्र. यं प्रति वक्ता, यं श्रोतारं प्रति वक्ता इमानि वाक्यानि उच्चरयति सः श्रोता द्विविधः सम्भाव्यते इत्युक्ते श्रोता द्विविधः भवति. कः? वह्नि सन्देहवान् आद्यः इत्युक्ते पर्वते वह्नि अस्ति वा न वा इति तस्मिन् मनसि आत्मनि सन्देहः अस्ति, तादृश श्रोता भवितुम् अर्हति. नो चेत् वह्नि अभावनिश्चयवान् इत्युक्ते श्रोता अत्र पर्वते वह्निः नास्ति इति तादृशनिश्चयः तस्मिन् मनसि अस्ति, किन्तु तादृशनिश्चयः दोषवत् अस्ति, समीचीनं नास्ति. तर्हि तस्य समीकरणार्थम् एतादृशवाक्यानि वक्त्रा उपयोक्तुं शक्यते. किन्तु यः हि वक्तृवत् पर्वते वह्निं जानाति, यः श्रोता वक्तृवत् पर्वते वह्निं जानाति, वह्निः अस्ति इति यः जानाति श्रोता, तं श्रोतारं प्रति किञ्चित् बोधनीयं नास्ति खलु. सः जानाति, वक्तृवत् सः जानाति पर्वते वह्निः अस्ति इति जानाति. तर्हि तं प्रति पञ्चवाक्यानि न प्रयोक्तव्यानि एव. इमौ तु बोधनीयौ, इमौ श्रोतारौ बोधनीयौ. कौ? वह्नि सन्देहवान्, वह्नि अभावनिश्चयवान्. तौ प्रति अत्र पञ्चवाक्या तौ प्रति पञ्चवाक्यानि वक्तव्यानि एव इति अत्र उक्तम्, बुद्धं खलु? तर्हि श्रोता कः इति उक्तम्। अस्तु अग्रे महोदय, भवानेव पठतु। तत्रापि आद्यः संशयवान् उक्तः, तस्य यज्ज्ञानं पर्वतः वह्निमान् न वा इति आकारकं, तेन तस्य दुःखं भवति इति प्राग् उक्तमेव। परन्तु तस्य एकः विशेषः, तादृशसंशयात्मक ज्ञाने सत्यापि विरोधिनिश्चयात्मकं ज्ञानं तस्य भवितुम् अर्हति। निश्चयः इत्यस्य संशयभिन्नं सर्वमपि ज्ञानम् इत्यर्थः। संशयः हि वह्निं तद्विरुद्धवन्याभावश्च पर्वते अवगाहते इति उक्तमेव प्रत्यक्षनिरूपणे। परन्तु तादृशसंशयोत्तरमपि पर्वते वह्निमेव वन्यभावमेव वा यत् अवगाहते, तादृशं निश्चयात्मकं ज्ञानं तस्य पुरुषः उत्पद्यते इति आनुभविकम्। तत्रापि आद्य संशय, अत्र श्रोतारद्वयमुक्तं खलु, तत्र आद्यः कः? संशयवान्। वह्नि सन्देहवान् अस्ति खलु, तस्य वदतु, तस्य श्रोतुः श्रोतु यज्ज्ञानं पर्वतवह्निमान् न वा इति आकारकं, तेन तस्य दुःखं भवति प्राग् उक्तमेव। पर्वते वह्निः अस्ति वा न वा इति संशयः यावत् संशयति तेन दुःखं जायते खलु। परन्तु तस्य एकः विशेषः, तादृशसंशयात्मकज्ञाने सत्यपि विरोधिनिश्चयात्मकं ज्ञानं तस्य भवितुम् अर्हति। विरोधिनिश्चयात्मकं ज्ञानं नाम विरोधि इत्युक्ते संशयात्मकज्ञानस्य विरोधि ज्ञानं किं? निश्चयात्मकज्ञानं तत्र तर्हि तस्मिन् दुःखमस्ति, तस्मिन् दुःखमस्ति, अत्र संशयः अस्ति इति कृत्वा सः दुःखम् अनुभूयते। अपि च तादृशसंशयात्मकज्ञाने सत्यपि विरोधिनिश्चयात्मकं ज्ञानं तस्य भवितुम् अर्हति इत्युक्ते तत्र यदा निश्चयं प्राप्नोति तदा दुःखध्वंसः भवति खलु। अतः परार्थ अनुमानं तत्र प्रयोजनमस्ति इति वक्तुम् एतादृशमुक्तं। परार्थ इत्यत्रापि अर्थ इति पदं दृश्यते, तत्र अर्थ इति पदेन प्रयोजनमिति अवगन्तव्यं। प्रयोजनं किं? दुःखध्वंसः। दुःखं कथं जातं, केन जातं? संशयेन जातं। कस्मिन् विषये संशयः? पर्वते वह्निः अस्ति वा न वा इति संशयः। तर्हि यदा संशयस्य नाशः निश्चयात्मकज्ञानं भवति तदा दुःखध्वंसः भवति इति कृत्वा अत्र परार्थ अनुमाने प्रयोजनमस्ति इति उक्तम्। अग्रे निश्चयः इत्यस्य संशयभिन्नं सर्वमपि ज्ञानं, तस्य तु संशयभिन्नं यत् यथा ज्ञानमस्ति तत् अस्ति एव इत्युक्ते निश्चयः कः? निश्चयः इत्यस्य लक्षणं किं? संशयभिन्नः इति अर्थः संशयभिन्नं, यत् संशयं भिन्नमस्ति तत् सर्वं निश्चयं भवति खलु। आमाम्। अस्तु अग्रे संशयः, संशयः हि वह्निं तद्विरुद्ध वह्नि अभावश्च पर्वते अवगाहते इति उक्तमेव प्रत्यक्षनिरूपणे। इत्युक्ते संशयज्ञानं कीदृशं? भवान् तस्मिन् वर्गे न आसीत्। संशयः इति ज्ञाने प्रकारद्वयं वर्तते, विशेष्यम् एकम्। अत्र विशेष्यमस्ति, विशेष्यः अस्ति पर्वतः। तस्मिन् पर्वते प्रकारविधया द्वौ प्रकारौ भासते, एकं तु वह्निः, द्वितीयं तु वह्नि अभावः। अपि च तयोः मध्ये विरोधः अपि भासते, तदेव प्रत्यक्षनिरूपणे उक्तम्। भवान् तस्मिन् वर्गे नास्ति, अतः तस्य केवलं परामर्शः कृतः, स्मरणं कृतः अत्र। अस्तु, परन्तु तादृशसंशयोत् संशोत्तर संशयोत्तरमपि पर्वते वह्निमेव. परन्तु तादृश संशयोत्तरमपि संशय पर्वते वह्निमेव, नाम पर्वते वह्नि एव संशय अनन्तरमपि. पर्वते वह्निमेव, पर्वते वह्निः अभाव एव इति पदेन अत्र निश्चयः उक्तः खलु. वह्निमेव अस्ति नो चेत् वह्नि अभावः एव अस्ति यत् अवगाहते. तादृशं निश्चयात्मकज्ञानं तस्य पुरुषस्य उत्पद्यते इति तु अनुभविकम्. तावदेव, अत्र वस्तुतः अत्र नूतनं किमपि नास्ति, केवलम् अत्र प्रयोजनमुक्तम् इत्युक्ते परार्थ अनुमानस्य प्रयोजनं किम् इति चेत् अत्रापि दुःखध्वंसः भवत्येव इति. कस्मिन् भवति? वह्निः सन्देहवान् यः अस्ति, श्रोता अस्ति, तस्मिन् दुःखध्वंसः भवति इति कृत्वा परार्थ अनुमानम् इति प्रयोजनवत्येव, तर्हि करणीयमेव इति उक्तम्. अस्तु, धन्यवादः महोदय. अग्रे रमेशमहोदय पठति वा संशयस्य? संशयस्य न निश्चयविरोधिता किन्तु आनुकूल्यम् एव. स्वगृहे सुखेन उपविष्टस्य दिवापि कश्चिद् इव किञ्चिदिव तमसा आवृतं गृहम् इति ज्ञाते किं गगनं मेघाकुलम् इति संशयः भवति. ततः घनगर्जितश्रवणात् भवति निश्चयः गगनं मेघवत् इति. अत एव सङ्ग्रहकृतापि तद् गते च अग्नौ सन्धिहानः इत्यादि ग्रन्थेन अनुमितेः पूर्वं संशयं प्रदर्श्य तस्य अनुमितिं प्रति न प्रतिकूल्यं प्रातिकूल्यम् इति सूचितम्. संशयस्य निश्चयविरोधिता किन्तु आनुकूल्यम् एव. यत्र संशयः अस्ति तत्र निश्चय न अस्ति, तर्हि संशयस्य निश्चयविरोधिता अस्ति. आनुकूल्यम् इत्युक्ते एकनिमिषं महोदय, अत्र वाक्यं पुनः पठतु, भवान् सम्पूर्णरीत्या न पठितं. संशयस्य न निश्चय न इति अस्ति खलु, संशयस्य न निश्चयविरोधिता इत्युक्ते संशयज्ञानं निश्चयज्ञानम् अनयोः मध्ये विरोध्यविरोधकभावः नास्ति. आनुकूल्यम् एव, आनुकूल्यम् एव इत्युक्ते संशयज्ञानं निश्चयज्ञानं संशयज्ञानस्य अनुकूलः भवति, संशयं निवारयितुम् अनुकूलः भवति निश्चयज्ञानं, विरोधः नास्ति. इत्युक्ते निश्चयज्ञानम् इस् नाट् अपोस्ट् संशयज्ञानं, बट् निश्चयज्ञानं हेल्प्स् इन् रिमूविङ्ग् संशयज्ञानम् इति अत्र उक्तं प्रतिज्ञावाक्यं. संशयश्च न निश्चयविरोधिता किन्तु आनुकूल्यमेव, इट् ओन्लि हेल्प्स्, इट् इस् नाट् अपोस्ट्. अस्तु, अग्रे वदतु, अत्र उदाहरणं दत्तमस्ति खलु. तदेव तत्र गगने मेघम् अस्ति वा न वा इति संशयः अस्ति. यदा गर्जनं शृण्मः तदा मेघमस्ति इति निश्चयज्ञानं प्राप्नुमः. तदेव तत्र, परन्तु तत्र अत एव सङ्ग्रहकृतापि तद्गते चाज्ञो सन्धिहान इत्यादि सन्धिहानः इत्यादि ग्रन्थेन तद् न बुद्धमदय तद्गते च सन्धिहानः इत्युक्ते अत्र स्थूलाक्षरैः यद् लिखितं तत् मूलग्रन्थकारेण लिखितं तर्कसङ्ग्रहकारेण लिखितं तत्र सन्दिघानः इति पदं दृश्यते खलु इत्यादिग्रन्थेन अनुमितेः पूर्वं संशयं प्रदर्श्य इत्युक्ते परार्थ अनुमानं परार्थ अनुमाने अपि संशयः अस्ति संशयपूर्वकम् अस्ति परार्थ अनुमानं तर्हि संशयेन दुःखः जातः तर्हि तत्र दुःखध्वंसाय परार्थ अनुमानं कार्यमेव अतः एव परार्थ इति पदं सङ्गच्छते इति बोद्धुम् एतत् सर्वं लिखितम् पूर्वं संशयं प्रदर्श्य तस्य इत्युक्ते कस्य महोदय न कुत्र अस्ति महोदय लास्ट् लैन् प्रदर्श्य इत्यादि सन्दिहानः इत्यादि ग्रन्थेन अनुमितेः पूर्वं संशयं प्रदर्श्य तस्य इत्युक्ते कस्य संशयस्य अनुमितिं प्रति न संशयस्य वा महोदय उत्तमं संशयस्य अनुमितिं प्रति न प्रातिकूल्यम् इति सूचितम् इत्युक्ते किम् संशयस्य अनुमितिं प्रति प्रातिकूल्यं न प्रातिकूल्यं तर्हि आनुकूल्यमेव अस्ति वा न न आनुकूल्यमेव इति नास्ति प्रातिकूल्यं नास्ति इति उक्तं तावदेव इत्युक्ते संशयः अस्ति तस्मिन् मनसि श्रोतुः मनसि संशयः अस्ति पर्वते वह्निः अस्ति वा न वा इति संशयः अस्ति तर्हि तत्र विरोधता स्वीकुर्मश्चेत् यावत्पर्यन्तं संशयः अस्ति तावत्पर्यन्तम् अनुमितिः न जायते खलु तर्हि अत्र प्रतिबन्धकः भवति संशयः अस्ति चेत् निश्चयः न भवति इति वदामश्चेत् तत्र यावत्पर्यन्तं संशयः अस्ति तावत्पर्यन्तं निश्चयः न जायते इति भाति किन्तु तत्र अतः एव अत्र विरोधः न वक्तव्यः संशयात्मकज्ञानं निश्चयात्मकज्ञानम् अनयोः मध्ये अत्र केवलं प्रतिकूल अनुकूलभावः अस्ति न तु विरोधविरोधकभावः विरोध्यविरोधकभावः नास्ति तत्र तर्हि तस्य संशयस्य अनुमितिं प्रति न प्रातिकूल्यम् इत्युक्ते यद्यपि तस्मिन् मनसि आत्मनि संशयः अस्ति तथापि तस्मिन् अनुमितिः जायते एव तर्हि तेन अनुमितिज्ञानेन निश्चयज्ञानेन कीदृशनिश्चयः पर्वते वह्निः अस्ति इति निश्चयज्ञानेन तस्य तत् इत्युक्ते अत्र अनुमितिज्ञानेन निश्चयज्ञानस्य आनुकूल्यम् अस्ति कं प्रति संशयं प्रति आनुकूल्यम् अस्ति इति कृत्वा तदनन्तरं संशयस्य निवारणं भवति तर्हि निश्चयज्ञानयोः मध्ये कीदृशभावः अस्ति इति चेत् आनुकूल्य आनुकूलकभावः अस्ति न तु विरोधविरोध्यभावः इति मनसि भवेत् यदि विरोधविरोधभावः इति अस्ति इति स्वीकुर्मः तत्र यावत्पर्यन्तं संशयः अस्ति तावत्पर्यन्तं निश्चयः न जायते किन्तु यावत्पर्यन्तं निश्चयः न जायते तावत्पर्यन्तं संशयस्य नाशः न भवति इति कृत्वा यु गेट् काट् इन् एन् एण्ड्लेस् लूप् तर्हि तत्र विरोधविरोधभावः न वक्तव्यः किन्तु आनुकूल्य आनुकूलकभावः एव वक्तव्यः तयोः मध्ये संशयनिश्चयात्मकज्ञानयोः मध्ये परस्परं निश्चयज्ञानम् अनुकूलं भवति संशयनिवारणार्थम् अनुकूलं भवति इति एव वक्तव्यं विरोधः वदति चेत् यावत्पर्यन्तम् अत्र घटाभावः अपि च घटः तयोः मध्ये विरोधः अस्ति खलु यावत्पर्यन्तं घटाभावः अस्ति तावत्पर्यन्तं घटः न भवति तर्हि घटाभावस्य नाशः वक्तव्यः तदनन्तरमेव तत्र घटः भवितुमर्हति इति यथा अस्ति तथा अत्रापि तर्हि तत्र आनुकूल्य आनुकूलकभावः एव अस्ति संशयनिश्चयज्ञानयोः मध्ये न तु विरोधविरोध्यभावः इति बोद्धुं तदेव अस्मिन् परिच्छेदे मुख्यविषयः अस्ति. बुद्धं वा? पूर्णतया न बुद्धं महोदय. प्रश्नः कः? मनसि यत्र संशयः अस्ति तत्र निश्चयः न भवितुम् अर्हति, यत्र निश्चयः अस्ति तत्र संशयः न भवितुम् अर्हति. तर्हि तद् विरोध अपि तादृशम् एव अस्ति. तर्हि आनुकूल्यं विरोधमध्ये किं भेदः किम् इति न, भेदः कः इति न जानामि. अस्तु, किञ्चित् अग्रे पठेम, तदनन्तरं पुनः अस्मिन् विषये चिन्तयेम. आमां, भवतः प्रश्नः बुद्धः मया. किञ्चित् अग्रे पठेम, तदनन्तरं पुनः अस्मिन् विषये चिन्तयेम. अस्तु, स्वामिमहोदय पठति वा? तथा च इति महोदय, तत्र सन्दिहानः एकवारं तत् पद. सन्दिहानः इत्युक्ते यः सन्देहं करोति सः इति. सन्दिहानः, ओ, यः सन्देहं करोति सः सन्दिहानः. धनवान् इति अस्ति किन्तु तत्र न, अत्र सन्दिहानः इत्युक्ते अत्र शानच् प्रत्ययः अस्ति खलु महोदय. तदेव. ओ, वन् हू इस् डौटिङ्ग् महोदय. हानः इत्युक्ते अस्ति किं हन्ति हानः किम् एतत् सन्देहः. आम्, शानचित्रम्. तथा च यस्य पर्वते अह्निसंशयः अस्ति तस्य वक्षमाणैः वाक्यैः तत्तद् वाक्यजन्यः बोधः भवति. पञ्चवाक्यानि युक्तानि सन्ति खलु वक्त्रा. तर्हि प्रत्येकं वाक्यं श्रुत्वा श्रोतुः आत्मनि ज्ञानं जायत्येव, तत्तद्वाक्यजन्यबोधः जायते. तर्हि पर्वतः वह्निमान् इति वाक्यं श्रुत्वा किं बोधः जायते? पर्वतः वह्निमान्, पर्वतः वह्निमान् इति अहं वदामि, तत् श्रुत्वा भवतः आत्मनि किं ज्ञानं जायते? तत्र धूमः अपि भोः पर्वतः वह्निमान् इति एव मया उक्तं. तावत् श्रुत्वा पर्वते वह्निः अस्ति इत्येव. तावदेव खलु. तर्हि प्रत्येकं वाक्यस्य, वाक्यमित्युक्ते किं, पदानां समूहः. प्रत्येकं पदस्य पदं प्रयोगं कुर्मश्चेत् तत्र कति विषयाः ज्ञास्यन्ते इति अस्माभिः पठितं खलु पूर्वं. घटः इति पदं श्रुत्वा तत्र त्रयः विषयाः ज्ञायते, घटत्वं, घटः, तयोः मध्ये सम्बन्धः. गमनम् इति पदं यदा अहं प्रयोगं करोमि तत्र चत्वारः विषयाः ज्ञायन्ते इति एतत् सर्वम् अस्माभिः अधीतं खलु. आं महोदय. तादृशं, तर्हि प्रत्येकं पदं, पदस्य विषयाः सन्ति, पदानां समूहः वाक्यमस्ति. तर्हि वाक्यस्यापि, प्रत्येकं वाक्यस्यापि विषयाः सन्ति, तेषां तेषु विषयेषु ज्ञायं जायते खलु श्रोतरि. तदेव अत्र उक्तं. हा, अस्तु, अग्रे. तत्र वह्नि संशयः पर्वतो वह्निमान् इति, वह्नि संशयः वा? न न, यस्य तथा च यस्य पर्वते वह्नि संशयः अस्ति इत्युक्ते पञ्चवाक्यानि कं प्रति वदेम? पर्वते वह्निः अस्ति इति यः जानाति तं प्रति वदेम वा? न, यः न जानाति कं प्रति वदेम? यस्मिन् पर्वते वह्निः अस्ति वा न वा इति संशयः अस्ति तं प्रति वदेम खलु. संशयः वा न जानाति सः इत्युक्ते न जानाति इति चेत् तत्र न, इत्युक्ते तत्र आकाङ्क्षा एव नास्ति चेत्, पर्वते वह्निः अस्ति वा न वा इति आकाङ्क्षा नास्ति, संशयः नास्ति चेत्, नो चेत् पर्वते वह्निः नास्ति इति निश्चितभावः, निश्चितज्ञानमस्ति चेत् एव अत्र पञ्चवाक्यानि, तं प्रति एव पञ्चवाक्यानि प्रयोगं कुर्मः खलु महोदय. किमपि अत्र कोऽपि साधुः अस्ति, तं प्रति तस्य आकाङ्क्षा एव नास्ति, तं प्रति भवान् वदति वा पञ्चवाक्यानि? नास्ति खलु. If he doesn't want to know, if I want to tell him, aham avashyam vadami. No, you should not. No, you should not. Don't tell somebody who doesn't want to know anything. Na prishtak kasyachit bruyat nasa anyayena prichyatah jananapi cha medhavi jadavallokam acharet. That fellow is sitting and doing dhyana, for example. Just because you have some knowledge, you don't want to wake him up and tell him all that knowledge you have. Right? Not in that instance. No. No, tadrishameva asti. Ataha eva atra purusmin parichyede. Yaha parichyedaha Ramesh Bhogajane. Tatra api adhyaha samshayavan uttaha iti Shivaram Mahodayane patitam. Tarhi shrotuhu, shrota trividam bhavati. Ekaha पर्वतये वह्नी अस्ति इति निश्चयज्ञानम् एकस्मिन् श्रोतरि पर्वतः पर्वते वह्निः अस्ति निश्चयात्मकज्ञानमस्ति. तं प्रति पञ्चवाक्यानि न वक्त्वा वदेम खलु. द्वितीयः अस्ति पर्वते वह्निः अस्ति वा न वा इति सन्दिहानः अस्ति सः. तं प्रति वाक्यं प्रयोगं कुर्मः. किन्तु इदानीं तृतीयः पर्वते वह्निः नास्ति इति दोषपूर्णज्ञानमस्ति तस्य. तं प्रति अपि पञ्चवाक्यानि वदेम खलु महोदय. हा, सो द वन् हू ऐदर् द फलो हेस् नालेज् दट् देर् इस् फैर् अन् द मौण्टन् आर् हि हेस् अ डौट् वेदर् फैर् देर् इस् फैर् इन् द मौण्टन् आर् नाट् आर् हि हेस् अ डिफेक्टिव् नालेज् दट् देर् इस् नो फैर् इन् द मौण्टन् आफ् दीस् त्री पीपल् यु विल् नाट् टेल् एनिथिङ्ग् दिस् पञ्चवाक्यानि यु विल् नाट् टेल् टु द फस्ट् पर्सन् यु केन् से टु द सेकेण्ड् आर् द थर्ड् पर्सन् But for a person who is not even bothered about the parvata or whether Vanni is there or not, you are not going to wake him up and tell him something just because you have some knowledge. Ataha eva atra uktam. Tata cha yasya parvate Vanni samshayah asti. No ches, Vanni abhavah iti nishchayah asti. Tatsya vakshimanehi vakyehi tattad vakya janna bodhah bhavati. Tatsu agre. तादृशबोधेन तस्य परामर्शः उत्पद्यते. यदा वाक्यं शृणोति परामर्शज्ञानं तस्मिन् उत्पद्यते. न्यायप्रयोज्य परामर्शज्ञानं, न्याय इत्युक्ते पञ्चवाक्यानि, तानि वाक्यानि प्रयोजकाः भवन्ति. तत्र प्रयोज्यः कः इति चेत् परामर्शः. अस्तु, ततः पर्वतो वह्निमान् इति अनुमितिः उत्पद्यते. परामर्शज्ञानमेव अनुमितिज्ञानम् इति उत्पादनं करोति. पर्वतः वह्निमान् इदञ्च सङ्ग्रहकृतापि उक्तं. सङ्ग्रह तर्कसङ्ग्रह अनेन प्रतिपादितात् लिङ्गात् परोप्यग्निम् अरोप्यग्निं प्रतिपद्यते इति. अनेन प्रतिपादितात्, अनेन प्रतिपादितात् इत्युक्ते अत्र पञ्चवाक्यानि उक्त्वा प्रतिपादितमस्ति खलु. प्रतिपादितात् लिङ्गात् परः अपि अग्निम् इत्युक्ते परोक्षमस्ति अग्नि. किन्तु अग्निः इदानीं प्रतिपद्यते, ज्ञायते. यद्यपि परोक्षमस्ति अग्निः, तथापि अग्निः ज्ञायते एतैः वाक्यैः. तस्य आशयः लिङ्गात् इति पदपरिचयं वा अत्र? न न न, अत्र अनेन प्रतिपादितात् लिङ्गात् परः अपि अग्निं प्रतिपाद्यते इति वाक्यं मूलग्रन्थकारेण लिखितम्. स्थूलाक्षरैः यद्वाक्यं लिखितमस्ति महोदय. अत्र प्रतिपद्यते इत्यस्य अर्थः कः चेत् पर्वतः वह्निमान् इति अनुमितिः जायते इति अवगन्तव्यम् अनेन वाक्येन. तदेव आशयः, ग्रन्थकारस्य आशयः इति अवगन्तव्यम्. अस्तु, अग्रे. अनेन इत्यस्य वक्ष्यमानप्रतिज्ञादि वाक्यपञ्चकेन इत्यर्थः. अनेन अत्र अनेन इति मूलस्थ मूलस्थ ग्रन्थे अस्ति उक्तं खलु, तत्र अनेन इत्युक्ते पञ्चवाक्यैः इति अर्थः. अग्रे प्रतिपादितात् लिङ्गात् लिङ्गात् इत्यस्य परा प्रतिपादितात् लिङ्गात् इत्यस्य परामर्शरूपा या प्रतिपत्तिः ज्ञानं तद्विषयीभूतात् लिङ्गात् हेतोः इत्यर्थः. अनेन अनन्तरं प्रतिपादितात् लिङ्गात् इति पदस्य अर्थं दत्तं. परामर्श ज्ञानम् अपि च हेतोः द्वयोः अपि प्रति किं महोदय, ज्ञानम् अपि च हेतोः इति कथं वदति? ज्ञानमेव प्रतिपत्तिः इत्युक्ते ज्ञानम्. अत्र पश्यतु, आरम्भतः एतत् सर्वम् अस्माभिः अधीतम्. अत्र ऐटलिक्स् मध्ये यदस्ति तत् पर्यायपदं, स्थूलाक्षरैः यद् लिखितमस्ति तत् मूलग्रन्थस्य पदं, मूलग्रन्थात् उद्धृतपदम्. अस्तु पश्यतु, प्रतिपादात् लिङ्गात् इति मूलस्थपदम् इत्यस्य अर्थः कः? परामर्शरूपा या प्रतिपत्तिः, प्रतिपत्तिः इत्युक्ते ज्ञानम्. तद्विषयीभूतात् लिङ्गात् लिङ्गात् इत्युक्ते लिङ्गात् इत्युक्ते हेतोः इति अर्थः. तेन हेतुविषयकं परामर्शात्मकं ज्ञानं लब्धम्. तर्हि प्रतिपादितात् लिङ्गात् इत्यनेन किमुक्तं, मूलग्रन्थकारेण किमुक्तम् इति चेत् परामर्शज्ञानम् उक्तम् इति अवगन्तव्यं. हेतुविषयकं परामर्शज्ञानम्. अत्र परामर्शज्ञानस्य आकारः कः एकवारं वदतु उदाहरणे. परामर्शज्ञानस्य आकारः कः? सम्पूर्णं वा महोदय, तत् सप्त पदार्थाः यत् अस्ति तद्वा पर्वतः वह्नि व्याप्य धूमवान्. वह्नि व्याप्य धूमवान् अयं पर्वतः इति वाक्यं समीचीनम्, उत्तमम् इति परामर्शज्ञानमस्ति खलु. तत्र परामर्शज्ञाने हेतुः अपि अस्ति, हेतुः पक्षे अपि अस्ति. अत्र हेतुः परामर्शे साध्येन व्याप्यः अस्ति इति एतत् सर्वं ज्ञायते खलु. तदेव अत्र उक्तं, प्रतिपादितात् लिङ्गात् तेन हेतुविषयकज्ञानं परामर्शकज्ञानम् इति लब्धं. तस्मात् अग्रे तस्मात् परः श्रोता अपि अग्निं प्रतिपद्यते अग्न्यनुमितिमान् भवति इत्यर्थः. अग्नि अनुमितिमान् तस्मात् परः, परः इत्युक्ते श्रोता अपि अग्निं प्रतिपद्यते प्रतिपद्यते इति अग्निः अनुमितिमान् अग्निः अनुमितिमान् परः इति मूलस्थपदं. परः इति पदेन कं किम् उक्तं, कः उक्तः? श्रोता. हा, तर्हि श्रोतरि ज्ञानं जायते. श्रोता अपि इत्युक्ते परः श्रोता अपि श्रोता श्रोतरि अपि अग्निं प्रतिपद्यते इत्युक्ते अग्निम् अग्निः दृश्यते. यद्यपि सा अग्निः परा अस्ति, परः अस्ति, तथापि तत्र तस्य मनसि आगच्छति अग्नि अनुमितिवान् भवति इत्यर्थः. कः? श्रोता. तथा च संशयवतः पुरुषस्य न्यायेन परामर्शः अनुमितिश्च सुघटा. इत्युक्ते अत्र मूलग्रन्थे यद् वाक्यमुक्तं तत्सर्वं समीचीनमेव इति उक्तम्. उक्तं वा? शैली किञ्चित् शैली किञ्चित् प्रौढरूपेण अस्ति. अस्तु, अत्र एकमेव निमिषं स्वीकरोमि, समयः जातः, किन्तु एकमेव निमिषं स्वीकरोमि. अत्र रमेश महोदयस्य प्रश्नः आसीत् खलु, कथं वा निश्चयज्ञानम् अपि च संशयज्ञानम् अनयोः मध्ये विरोधः नास्ति, किन्तु आनुकूल्य आनुकूलकभावः एव अस्ति इति. अत्र पश्यतु, इदानीं श्रोताकः संशयवान् अस्ति, सन्दिहानः अस्ति सः, पर्वते वह्निः अस्ति वा न वा इति. तत्र प्रथमवाक्यं किं? पर्वतः वह्निमान् इति वाक्यं. तर्हि वाक्यं श्रुत्वा तस्य पर्वते वह्निः अस्ति इति ज्ञानं जातं वा न वा? रमेश महोदय वदतु. जातं महोदय. हा, शाब्दज्ञानं जातं खलु? शाब्दज्ञानं जातं. तर्हि प्रथमवाक्यं श्रुत्वा एव शाब्दज्ञानं पर्वते वह्निः अस्ति इति ज्ञानं जातं. यदि अत्र विरोधः अस्ति इति स्वीकुर्मः तर्हि तद्वाक्यं श्रुत्वा अत्र अन्यानि वाक्यानि न वक्तव्यानि एव, केवलं प्रथमवाक्यं श्रुत्वा एव तस्य संशयस्य नाशः भवति खलु, विरोधः अस्ति इति स्वीकुर्मश्चेत् न वा? भवति. हा, तर्हि किमर्थम् अत्र परार्थ अनुमानं करणीयम्? केवलं शाब्दबोधेन तस्य संशयः निवारितः इति कृत्वा परार्थ अनुमानं तेन कर्तव्यम् इति एव न वक्तुं शक्यते खलु. बुद्धं वा? नाट् वेरि क्लियर् महोदय. महोदय, इत्युक्ते तत्र केवलम् एक एव एकं वाक्यमेव पर्याप्तं वन्यमान् इति एव. हा, एकमेव वाक्यं पर्याप्तं खलु संशयनिवारणार्थं. यदि पर्वते वह्निः अस्ति वा न वा इति संशयस्य विरोधिः अस्ति निश्चयात्मकज्ञानं, तर्हि पर्वतः वह्निमान् इति यदहं वदामि तदा संशयस्य नाशः भवेयुः, भवेत्, किन्तु तद् न भवति खलु. तदनन्तरमपि पञ्चचत्वारि वाक्यानि मया उक्तानि, तत् श्रुत्वा भवानेव ओ पर्वते धूमः अस्ति इति महोदयेन उक्तम्, अपि च स तादृशधूमः वह्निव्याप्य धूमः इति अपि उक्तं, तर्हि इदानीं पर्वतः वह्निमान् पर्वतः धूमवान् इति मया ज्ञानं प्राप्तं. पर्वतः अत्र यत्र यत्र पर्व धूमः तत्र तत्र वह्निः, यत्र यत्र वह्न्यभावः तत्र धूमः इति व्याप्तिज्ञानमपि प्राप्तं. तस्माद् उपरि परामर्शज्ञानम् आभ्यां ज्ञानाभ्यां परामर्शज्ञानं मयि जायते. परामर्शज्ञानेन पुनः नूतनज्ञानम् अनुमितिज्ञानं पर्वतः वह्निमान् इति अनुमितिज्ञानं यज्जायते तज्ज्ञानमेव संशयस्य नाशं करोति इति कृत्वा इदानीं द्वितीयज्ञानं यदस्ति पर्वतः वह्निमान् इति अनुमानप्रमाणेन या अनुमितिः जाता तज्ज्ञानमेव वह्निः अस्ति वा न वा इति संशयस्य विरोधिः अस्ति. तत्र विरोधत्वम् अवगन्तव्यं, किन्तु अत्र केवलं विरोधत्वं साक्षात् विरोधत्वं वदेमश्चेत् पर्वतः वह्निमान् इति केवलं श्रुत्वा एव तस्य संशयः नाशयेत्, किन्तु नाशः न जाता इति कृत्वा तत्र आनुकूल्यं वक्तव्यं न तु विरोधः इति उक्तम्. इफ् ऐ वेर् टु एक्स्प्लेन् टु यू, सी, ईवन् इन् वेदान्त द गुरु सेस् तत्त्वमसि अण्ड् द गुरु इस् एन् आप्ता, ऐ हाव् श्रद्धा इन् सो वेन् ही सेस् तत्त्वमसि why should I do thinking? I don't have to do any thinking. He has said, therefore I take aham brahmasmi. I don't have to think. I don't have to study anything. Kevalam he has to say, tatvamasi, I have to say aham brahmasmi. Kintu tadrisham anubhavikam dasti kulu. then what do? I ask questions. I do mananam. I do a lot of thinking, and then for myself, I understand that statement. Even though he is a apta, I have shraddha in him, I still have to do my own thinking and then do. Therefore, even after the Guru says Tattvamasi, mayi samshaya asti eva, aham brahma asti va na va, iti samshaya asti. Tannivaranartham, maya eva mananam karaniyam. So I have to think a lot and then I have to understand. That is what is called comprehending. That is what is called comprehending. So brahma asti, brahma asmi, iti jnanayoho madhya kaha bedaha, iti chet, brahma asti iti paroksha jnanam. My guru has said, I have shraddha in him, so I think there is something called brahma, and I should be that brahma. That is how you take it. But when you understand the implication of that statement, tatpada vicharam kritva, tampada vicharam kritva, asipada vicharam kritva, aam, अहमेव ब्रह्म अस्मि इति यदा भवान् मननं कृत्वा अवगम्यते भवता अवगम्यते तदा एव निश्चयात्मकज्ञानं भवति तादृशनिश्चयात्मकज्ञानं संशयं निवारयति. सो दि रीसन् वै इन् द प्रीवियस् पेराग्राफ् द पेराग्राफ् दट् यू रेड् तत्र आनुकूल्यमेव संशयस्य न निश्चयविरोध विरोधिता किन्तु आनुकूल्यमेव किमर्थम् उक्तम् इति चेत् इफ् वि से दर् इस् direct virodha, then the prathama vakya, what has been said by an apta, parvatah vanniman, iti vakyam tavadeva vakyam paryaptam bhavati. Tarhi pararta anumanasya avasarah evana labhyate, then we don't even get an opportunity to do pararta anumana. Kintu parmar pararta anumanam iti prakriya asti tad anubhavikam asti. Tarhi atra kim vaktavyam? Parvatah vanniman इति श्रुत्वा पर्वते वह्निः अस्ति वा न वा इति ज्ञानस्य इति संशयस्य नाशः न अभवत्. यद्यपि ज्ञानं प्राप्तं तथापि निश्चयात्मकं ज्ञानं प्राप्तं. किमर्थं निश्चयात्मकं? यः वक्ता अस्ति सः आप्तः अस्ति इति कृत्वा सः यदा कदापि किम् असत्यं न वदति इति अहं जानामि. तर्हि पर्वतः वह्निमान् इति यदा सः वदति तर्हि निश्चयात्मकज्ञानं शाब्दज्ञानं मयि जातमेव. किन्तु निश्चयात्मकशाब्दज्ञानं पर्वतः वह्निमान् इति शाब्दज्ञानं मयि यः संशयः अस्ति पर्वते वह्निः अस्ति वा न वा इति ज्ञानस्य विरोधी नास्ति, केवलम् अनुकूलमेव करोति इति बोधः. अस्तु, ऐ हव् टेकन् अ लाट् आफ् टैम्, अत्र स्थगयेम. भवान् चिन्तयतु, सन्देहः अस्ति चेत् अनन्तरं वदतु. धन्यवादः सर्वेभ्यो, नमस्कारश्च.